गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि परामर्शविषयतानिरूपणम् इति अस्माभिः अधीतं। तत्र परामर्शः इति ज्ञानम् इति अस्माभिः अधीतं। परामर्शः इति पदेन सप्तपदार्थाः ज्ञाताः भवन्ति इत्यपि अधीतं। तेषु सप्तपदार्थेषु व्याप्तिः इति कथनेन पञ्चपदार्थाः अवगच्छन्ते। तत्र व्याप्तेः उपरि व्याप्तिः कुत्र भवेत्? हेतौ भवेत्। तर्हि हेतुः अपि ज्ञायते, अपि च तादृशहेतुः कुत्र अस्ति? पक्षे भवति इति कृत्वा पक्षः अपि यदा ज्ञायते तदा सप्तपदार्थाः ज्ञायन्ते परामर्शः इति शब्देन। तत्र गते वर्गे क्षीरसागरः चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषवान् इति उदाहरणं स्वीकृतम्। अत्र अभ्यासाय किं विग्रहवाक्यं वक्तव्यम् इति मया उक्तम्। तर्हि केनापि कृतं वा? चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषवान् इत्यस्य विग्रहवाक्यं वक्तव्यम्। वर्षा भगिनी प्रयत्नं करोति वा? क्षीरसागरः चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषवान् इति केवलं विग्रहवाक्यम्, अत्र न्यायविषये किमपि नास्ति, व्याकरणविषये। आं महोदय, क्षीरसागरः चतुर्मुखवत्। एकनिमिषम्, अत्र क्षीरसागरः अपि समस्तपदमस्ति खलु? नास्ति, क्षीरसागरः इति अस्ति किल। आम्, क्षीरसागरः इति समस्तपदमस्ति खलु? महोदय, क्षीरः, सोरि महोदय, क्षीरः च सागरः क्षीरसागरः इति विशेषणपूर्वपदकर्मधारी अस्ति, क्षीरसागरः इति लभ्यते। चतुर्मुखः, चतुर्णां मुखानां यस्य सः इति ब्रह्म उक्तं। चतुर्मुखवत् इति तद्धितयोजनेन चतुर्मुखवत् इति लब्धम्। कमलवत् इत्युक्ते अधिकरणार्थे तद्धितपदयोजनेन अत्र चतुर्मुखवत् कमलवत् इति लभ्यते। कमलः इव नेत्रः यस्य सः इति इत्यनेन कमलनेत्रः इति लभ्यते। तद्भवति उपमानपूर्वपदकर्मधारयसमासः। तेन पदेन विष्णुः उक्तं कमलनेत्रवत् इति तद्धितप्रत्यययोजनेन कमलनेत्रवत् इति भवति। शेषवान् इति वदतु, कमलनेत्र इत्यत्र वदतु। कमलः इव नेत्रः यस्य सः इति उपमान बहुव्रीहिः भवति, सोरि महोदय, मया दोषेण कर्मधारे इति उक्तं, सोरि, बहुव्रीहिः भवति। विष्णुः उक्तं कमलनेत्रवत् इति भवति तद्धितयोजनेन अधिकरणार्थे। शेषवान् इति न अधिकरणार्थे न, अस्य अर्थे, अस्य अर्थे, अस्मिन् अर्थे न, अस्य अर्थे शेषवान् इत्यनेन तद्धितप्रत्ययेन अस्मिन् अर्थे इत्युक्ते अधिकरणार्थे शेषे यः अस्ति इति शेषवान् इति आगतं। देट् इस् वाट् इस् कन्फ्यूसिङ्ग् महोदय, आक्चुलि दट् लास्ट् बिट्, शेषवान् इत्युक्ते सागरः वा? ओके, शेषवान् सागरः इत्युक्ते विशेषणं भवति। ओके, अस्तु, तर्हि इदानीमपि इतोपि किञ्चित् वक्तव्यम्। इत्युक्ते चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषवान् इति एकमेव पदं, चतुर्मुखवत् अपि च कमलवत् अनयोः मध्ये कः सम्बन्धः? अत्र अत्रापि समस्तपदमस्ति खलु? चतुर्मुखवत् इति एकं पदं, चतुर्मुखवान् इति एकं पदं, कमलवान् इति द्वितीयं पदं, कमलनेत्रवान् इति तृतीयं पदं, शेषवान् इति चतुर्थं पदं, खलु? आम् महोदय. तयोः मध्ये समासः वक्तव्यः. भवती एतावत्पर्यन्तं किं कृतवती? चतुर्मुखः इति उक्त्वा तदनन्तरं चतुर्मुखयोगः मतुः चतुर्मुखवत् इति उक्तवती, तावदुक्तवती, समीचीनं. तदनन्तरम् इतोपि वक्तव्यं. हा महोदय. चतुर्मुखवान् असौ कमलवान् च असौ कमलवान् इति विशेषणपूर्वपदं भवति. तदनन्तरं चतुर्मुखवान् च असौ कमलवान् इति कः? ब्रह्मा. कथं ब्रह्म भवति? चतुर्मुखवान् चतुर्मुखः एव ब्रह्म खलु? चतुर्मुखवत् कः? प्रथमं तद्वदतु. चतुर्मुखवान् कः? चतुर्मुखानां यस्य सः इति अस्य अर्थे एव चतुर्मुखवत् इति पदेन ब्रह्म उक्तं. कमलवत् इति पदेन चतुर्मुखः. प्रथमं चतुर्मुखः इत्यस्य विग्रहवाक्यं वदतु. चतुर्णां मुखानां यस्य सः. हा, चतुर्णां मुखानां यस्य सः इति किमर्थं वदति? चतुरः चतुर्मुखः. तर्हि चतुर्मुखः इत्यनेन ब्रह्मा उक्तः अस्ति. तर्हि इदानीं चतुर्मुखवत् कः? चतुर्मुखवत् कमलः भवति. हा, कमलं भवति खलु? तर्हि सावधानतया चिन्तनीयम्. अस्तु, इदानीं चतुर्मुखवत् इत्यनेन कमलम् उक्तं. किमर्थमित्युक्ते चतुर्मुखः कुत्र अस्ति? अत्र अस्मिन् अर्थे चतुर्मुखवत् कमलम् खलु? अस्य अर्थे किमर्थं न स्वीकरणीयं महोदय? सारी, चतुर्मुखवत् इत्यनेन अस्य अर्थे स्वीकुर्मश्चेत् चतुर्मुखवान् इति ब्रह्म एव भवति किल? किन्तु तद् अत्र नास्ति खलु. यदि ब्रह्म इति चतुर्मुखवत् इत्यनेन ब्रह्मस्वी चतुर्मुखः इत्यनेन एव ब्रह्म उक्तः खलु. चत्वारः मुखाः यस्य सः चतुर्मुखः. पुनः चतुर्मुखः ब्रह्म ब्रह्मणि अस्ति वा? नो चेत् अस्ति अस्ति वा? ओके महोदय, अण्डर्स्टुड्. डबल् ओके. हा, सो यु कान्ट् से धनम् अण्ड् देन् पुनः यु केनाट् से धनवत् धनम् इति न भवति खलु. धनवत् भिन्नः भवति, धनवान् भिन्नः भवेत्, अन्यत् किमपि भवेत्. एवं चतुर्मुखः इत्यनेन ब्रह्मा उक्तः. चतुर्मुखः ब्रह्म वाण्याः पतिः उक्तः. तर्हि चतुर्मुखवत् इत्यनेन कः उक्तः? कमलमुक्तः खलु. ब्रह्म कमले अस्ति इति कृत्वा कमलं चतुर्मुखवती भवति, न चतुर्मुखवती न भवति खलु, चतुर्मुखवत् भवति कमलम्. तर्हि अत्र समासः वदतु. चतुर्मुखवत् अपि च कमलवत्, कमलवत् इति पदेन कमलनेत्रः उक्तः. कमलवत् पर्यन्तं न गच्छतु. चतुर्मुखवत् च असौ कमलम् इति भवति विशेषणपूर्वपदं. तदनन्तरं तर्हि अत्र समस्तपदं वदतु. चतुर्मुखवत् कमलं, चतुर्मुखवत् च असौ कमलं च चतुर्मुखवत् कमलम्. तदनन्तरं हा मतु प्रत्ययं योजयित्वा चतुर्मुखवत् कमलवत् इति जातम् खलु. तर्हि इदानीं कमलनेत्रवत् इति अस्ति तयोः मध्ये वदतु समस्तपदम् कमलवत् कमलनेत्रः अत्र इदानीम् एकपदमस्ति चतुर्मुखवत् कमलवत् तर्हि कमलवत् इति नारब्धं करोतु चतुर्मुखवत् कमलवत् च असौ कमलवान् च असौ कमलनेत्रः इति भवति कमलनेत्रः इति नास्ति कमलनेत्रः इत्यनेन कमलनेत्रः इत्यनेन महाविष्णुः उक्तः खलु समीचीनं चतुर्मुखवत् कमलवच्च असौ कमलनेत्रः चतुर्मुखवत् कमलवत् कमलनेत्रः इति समस्तपदं जातम् इदानीं कमलनेत्रः इत्यत्र वधु प्रत्ययं योजयित्वा चतुर्मुखवत् कमलवत् कमलनेत्रवत् सः कः शेषः हा उत्तमम् तर्हि अत्र वदतु चतुर्मुखवत् कमलवत् कमलनेत्रवत् च असौ शेषः चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषः पुनः मतु प्रत्ययं योजयित्वा चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषवत् तत्र क्षीरसागरस्य विशेषणमिति कृत्वा चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषवान् कः क्षीरसागरः इति वक्तव्यं बुद्धं वा आं महोदय सत्यभामा भगिनी बुद्धं खलु आं महोदय किम् आं महोदय अस्तु अस्तु समीचीनं तर्हि एवं यथा अत्र पार्श्वे चित्रमस्ति तत्र भूतलं रथः श्रीरामः मुकुटः मणिः एवम् अत्र किं वक्तव्यम् इति चेत् क्षीरसागरः तस्मादुपरि शेषः तस्मादुपरि कमलनेत्रः तस्मादुपरि कमलं तस्मादुपरि चतुर्मुखः इति भवति अत्रापि पञ्चविषयाः सन्ति अस्तु तर्हि अग्रे सत्यभौम भगिनी भवती एव पठतु प्रकृतमनुसरामः आं महोदय प्रकृतमनुसरामः एतादृशान् एतादृशात् पर्वतः अग्निव्याप्य व्याप्तिमत् धूमवान् इति परामर्शात् जायमानं पर्वतः अग्निमान् इति ज्ञानम् अनुमितिः एतादृश एकनिमिषम् अत्र पर्वतः वह्निव्याप्तिमत् धूमवान् तत्र कटिपदार्थाः बोध्याः पर्वतः क्रमेण वक्तव्यम् अधस्तात् क्रमेण वक्तव्यं पर्वतः अग्निव्याप्तिमत् धूमवान् इति अत्र पर्वतः इति विशेष्यम् इति तदनन्तरं पर्वते किमस्ति इति चेत् अत्र पर्वतः केन विशिष्यते इति चेत् धूमव्याप्यः पर्वतः वक्षः वाग्नि व्याप्यः धूमः वाग्नि उपरि अस्ति अस्तु अत्र चित्रात् पूर्वम् एतद् वदतु अत्र वह्निव्याप्तिमत् धूमवान् इत्यस्य विग्रहवाक्यं वदतु पर्वतः मेरु महोदय किञ्चित् सायं करोतु अत्र अहं प्रयत्नं करोमि महोदय. वह्नी व्याप्ति व्याप्तिमत् इति अस्ति प्रथमं, तर्हि वह्निना व्याप्ति इति भवति निग्रहवाक्यं तत्र. अनन्तरं मधुप्रत्ययस्य अत्र एवं वदतु महोदय, वह्निना व्याप्तिः वह्निव्याप्तिः इति समर्थवदम्. आं वह्निना व्याप्तिः वह्निव्याप्तिः, अपि च अग्रे मत् मतु प्रत्ययस्य योजनं भवति, अतः वह्निव्याप्ति तस्मिन् अर्थे यः वह्निना व्याप्तिः अस्ति सः इति, यः वह्निना व्याप्तः अस्ति इति वा सः न मतु प्रत्ययस्य अर्थः अस्य इति भवति, नो चेत् अस्मिन् इति भवति. यः इति यदा कदापि न भवति, अस्मिन् अथवा यस्य. अस्मिन् एव भवति इति महोदय, वह्निना व्याप्ति वह्निना व्याप्तः, वह्निना व्याप्तिः वह्निव्याप्तिः, वह्निव्याप्तिः अस्मिन्, वह्निव्याप्तिः अस्मिन् अस्ति खलु इति कृत्वा वह्निव्याप्तिमत् भवति. वह्निव्याप्तिः मत् वह्निव्याप्तिमत् कः? वह्निव्याप्तिमत् धूमः इति. हा उत्तमं, वह्निव्याप्तिमत्. तर्हि वह्निना व्याप्तिः वह्निव्याप्तिः इति एकः समस्तपदम्. तदनन्तरं वह्निव्याप्तिः वह्निव्याप्तिः च न वह्निव्याप्तिः, तदनन्तरं मतुप्रत्ययम् अस्मिन् इति कृत्वा वह्निव्याप्तिमत् इति जायते. तदनन्तरं वह्निव्याप्तिमत् च असौ धूमः, वह्निव्याप्तिमत् धूमः इति विशेषणपूर्वकर्मधारे समासः. पुनः वह्निव्याप्तिमत् धूमः योगः मतु, वह्निव्याप्तिमत् धूमवान् धूमवत् इति भवति. धूमवान् इति पर्वतस्य विशेषः. हा धूमवत् इति प्रातिपदिकं, पुल्लिङ्गे धूमवान् इति पर्वत. सत्य मम भगिनि बुद्धं खलु? आं महोदय. कुत्र क्लेशः अनुभवति भवती? अत्र व्याप्तिमत् धूमवान् इति अस्ति खलु, अत्र मया चिन्तितं व्याप्तिमत् इति पर्वतः उक्तः नास्ति. अतः एव पुनः पुनः अस्माभिः उक्तं व्याप्तिः कुत्र भवेत्, हेतुः भवेत् खलु. हेतुः कुत्र भवेत्? पर्वते भवेत्, पक्षे भवेत्. अस्तु, तर्हि इदानीम् अत्र सप्तपदार्थाः उक्ताः भवन्ति, अत्र क्रमेण वदतु. मुख्यविशेषः पर्वतः, तस्मादुपरि किमस्ति? पर्वते धूमः अस्ति. उत्तमं, हा पर्वतस्य उपरि धूमः अस्ति. धूमः अस्ति, तर्हि धूमविशिष्ट पर्वतः. अत्र पर्वते धूमत्वम् इति अपि वक्तव्यं वा? वक्तुं शक्यते, किन्तु अत्र आवश्यकता नास्ति, तत् त्यजतु, तत् केवलम् अभ्यासाय दत्तम्. किन्तु धूमे किमस्ति, कः पदार्थः अस्ति? सप्तपदार्थाः बोध्यः खलु परामर्शज्ञाने. धूमे इदानीं विशेष पदार्थः वदतु भगिनि. साध्यम् अभावः अधिकरणम् इति वा महोदय? आम् इति वा इति मा पृच्छतु, भवती अवगम्य वदतु. अत्र पर्वते धूमः अस्ति, धूमे किमस्ति? धूमे वह्नि अभावः अस्ति, अपि च धूमे वह्नि अभावः अस्ति वा? तादृशं नास्ति खलु, इदानीं न दृष्टं खलु. किम्? सम्बन्धः एव अत्र व्याप्ति इत्यनेन उक्तः महोदय. एकनिमिषं पश्येम. अस्तु स्वामी महोदय, भवान् किं चिन्तयति अत्र? महोदय ममापि क्लेशः. अस्तु मेहुल् महोदय, भवान् किं चिन्तयति? प्रथमं तु पर्वते धूमः अस्ति, अनन्तरं धूमे वृत्तित्व अभावः अस्ति, तर्हि व्याप्ति इत्यनेन तत्र शब्दपदार्थः धूमः अभावः व्याप्ति इति सम्बन्धः खलु, व्याप्तित्वम् इति आगच्छति, अपि च वृत्तित्वम् अधिकरणम् अभावः अपि च वह्निः इति सप्तपदार्थाः परामर्शज्ञानेन अवगम्यते, परन्तु अत्र व्याप्तिं व्याप्तिः अस्ति, तर्हि कथं वदनीयं धूमः अनन्तरं? वस्तुतः एवं वक्तव्यं, सर्वे शृण्वन्तु, पर्वतः इति मुख्यविशेषः, पर्वतः बन्धिव्याप्य धूमवान् इति वाक्ये पर्वतः इति उक्तम् इति कृत्वा मुख्यविशेषः पर्वतः. पर्वतः कः? धूमवान् अस्ति खलु, तर्हि पर्वते धूमः अस्ति. तदेव यदि पर्वतः इति षष्ठ सप्त सप्तमपदार्थः इति स्वीकुर्मः, सर्वे सर्वेषाम् अपेक्षया अधः अस्ति इति कृत्वा, तर्हि तस्मादुपरि धूमः अस्ति षष्ठपदार्थः. धूमे किमस्ति? वह्नि गह्नि व्याप्तिमत् धूमः अस्ति खलु, तदेव समस्तपदमुक्तम् अस्माभिः. तर्हि वह्नि व्याप्तमत् वह्नि व्याप्तिमत् धूमः इति कृत्वा वह्नि व्याप्तिः धूमे अस्ति, वह्नि व्याप्तिः धूमे अस्ति. तर्हि वह्नि व्याप्तिः इत्यनेन किम् अवगन्तव्यम्? व्याप्तिः इति पदेन पञ्चपदार्थाः अवगन्तव्याः इति कृत्वा धूमे किमस्ति? अभावः अस्ति. अभावे किमस्ति? वृत्तित्वम् अस्ति. वृत्तित्वं कुत्र अस्ति? अधिकरणे अस्ति. अधिकरणे किमस्ति? अभावः अस्ति. अभावे किमस्ति? वह्निः अस्ति. इति कृत्वा तादृशं गच्छति. इत्युक्ते अत्र पूर्वस्मिन् पुटे 186 तत्र यत् चित्रमस्ति तदेव अत्र वक्तव्यं चित्रत्वेन. पर्वतः वह्निव्याप्तिमद् धूमवान् इत्यनेन किं वक्तव्यम् इति चेत्, पर्वतः पर्वतस्य उपरि धूमः, धूमस्य उपरि अभावः, अभावस्य उपरि वृत्तित्वं, वृत्तित्वस्य उपरि अधिकरणम्, अधिकरणस्य उपरि अभावः, तस्मादुपरि वह्निः. इत्युक्ते वह्नि अभावः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे धूमस्य वृत्तित्वं नास्ति, धूमस्य अवृत्तित्वम् अस्ति, तादृशधूमः पर्वते अस्ति इति अर्थः. इदानीमपि पुनः स्मारयामि, एतद् सिद्धान्तिनः पक्षः नास्ति, पूर्वपक्षिणः साध्य अभावत् अवृत्तित्वम् इति व्याप्तेः लक्षणं येन कृतं तस्य मतं, तस्य मतम् अनुसृत्य एतत् सर्वम् उक्तमस्ति इति मनसि भवेत्. अस्तु सतिभम भगिनी अग्रे पठतु एतादृशकार्यकरणभावं. महोदय सप्तपदार्थाः परामर्शः अपि पूर्वपक्षिणः मतं वा? आम्, व्याप्तिः सप्तपदार्थेषु पञ्चपदार्थाः व्याप्तिः अस्ति खलु, अत्र व्याप्तिः पञ्चपदार्थाः के इति लक्षणवाक्यं किं? साध्य अभाववत् अवृत्तित्वम् एव व्याप्तेः लक्षणं खलु. आं महोदय, तद् लक्षणं पूर्वपक्षिणा उक्तम्. किमर्थम् अत्र पूर्वपक्षी इति अहं वदामि? अहं वाट्साप् मध्ये योजितवान् एतत् सिद्धान्तिनः मतं नास्ति. अत्र कः क्लेशः? साध्य अभाववत् अवृत्तित्वम् इति वदामश्चेत् कः क्लेशः अस्ति? साध्य अभावत् अवृत्तित्वम् इत्यनेन किम् उक्तम्? व्यतिरेके सौकर्यमस्ति इति कृत्वा न तद्भवतु, इदानीम् अत्र सिद्धान्तः मा वदतु, भवान् किं वदतु, साध्य अभाववत् अवृत्तित्वम् इत्युक्ते व्याप्तिः, पूर्वपक्षिणः व्याप्तिलक्षणम् एतदेव खलु, अनेन किम् अवगम्यते? यत्र साध्याभावः अस्ति तत्र उत्तमं, यत्र साध्याभावः यत्र साध्याभावः अस्ति तत्र हेतुः अपि न भवति चेत् तद् शुद्धहेतुः, समीचीनहेतुः इति वदति खलु? आम्, तत्र क्लेशः कः इति चेत् ह्रदे धूमं नास्ति, ह्रदे धूमं नास्ति इति कृत्वा पर्वते धूमम् अस्ति इति कथं वा वक्तुं शक्यते? केवलं व्यतिरेकम् उक्त्वा पर्वते ह्रदे धूमः नास्ति इति दृष्ट्वा पर्वते धूमः अस्ति इति निर्णेतुं शक्यते वा? न खलु, ह्रदे यदा कदापि धूमः न भवति इति ज्ञात्वा यदि कोऽपि वदति अत्र मिस्ट्, ह्रदे प्रातःकाले मिस्ट् दृश्यते, तं दृष्ट्वा अत्र धूमः अस्ति इति वदति चेत् न ह्रदे धूमः यदा कदापि न भवति इति मिस्ट् इति यदि उक्तं, यदुक्तं तस्य निराकरणं कर्तुं शक्यते अनया व्याप्त्या खलु, किन्तु ह्रदे धूमः नास्ति इति कृत्वा पर्वते धूमः अस्ति इति निर्णयः कथं कर्तुं शक्यते इति कृत्वा एव एतत् मतं पूर्वपक्षिणः मतम् इति उक्तम्, एतत् दोषपूर्वमस्ति. ओ या ऐ मीन् दोषपूर्वं मीन्स् यु अण्डर्स्टाण्ड् इट् रैट्? हा हा न न न बहु किमपि You see, by saying that there is no smoke on the lake, how can you conclude that there is smoke on the parvata? There is no connection between the two. Maude, tarhi etat paramarsha iti prakriya ekam api mama manasi agatam. Paramarsha iti jnanam, paramarsha iti prakriya api paramarsha iti vadameva. Na buddham. परामर्श इति प्रक्रिया अपि परामर्शम् इत्युक्ते किम्? ऐ डोण्ट् अण्डर्स्टाण्ड्. पर्वतः अस्ति, पर्वतः अस्ति, धूमवान् अस्ति, मध्ये व्याप्तिः अस्ति खलु, तदपि पञ्चपदार्थाः सन्ति, तत् सप्तपदार्थयुक्त, तत् पर्वते धूमं दृष्ट्वा वह्निः अस्ति इति यत् प्रक्रिया अस्ति तत् परामर्शः इति वक्तुं शक्यते वा? No, I don't understand your question. I don't even know why you are asking this question. Is paramarsha a prakriya also? Like pratyaksha is jnana also, and also pratyaksha is prakriya. Pratyaksha is not prakriya. I don't know why you use the word prakriya. Na buddham. Ittite paramarsha iti kashchana jnanam. Paramarsha pramanamasti kalu. Paramarsha iti eva anumanam. अनुमानवाक्यं प्रमाणम् इति वदतु, प्रक्रिया इति मा वदतु. अस्तु, प्रमाणं प्रमाणं परामर्शः एव प्रमाणम्. अनुमानम् अनुमानम् इति ज्ञानं किम् इति चेत् परामर्शः एव अनुमानज्ञानम्. परामर्शज्ञानं केन जायते? अत्र पठितं खलु अस्माभिः, अत्र ज्ञानद्वयेन परामर्श उत्पत्तिः इति, विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् इत्युक्ते धूमः वह्निव्याप्यः इति व्याप्तिज्ञानम्, तदनन्तरं पर्वतः धूमवान् इति ज्ञानम्, अनेन ज्ञानद्वयेन परामर्शः जायते इति अवगतम्. अत्र क्लेशः कः इति चेत् व्याप्तिः इत्युक्ते किम् इत्यत्रैव क्लेशः. किन्तु अत्र पूर्वपक्षिणः लक्षणं स्वीकृत्य ग्रन्थकारेण अत्र प्रतिपादितम् इति मनसि सर्वदा भवेत्, तावदेव मया उक्तम्, अन्यत् किमपि न उक्तम्. अस्तु, अग्रे गच्छेम महोदय. अत्र एकशङ्का अस्ति महोदय. हा वदतु. महोदय, भवान् उक्तवान् यदि हृदि धूमः नास्ति इति ज्ञानेन वयं पर्वते धूमः अस्ति इति कथं ज्ञातुं शक्यते इति, तदेव दोषः इति. परन्तु द्वयोः मध्ये सम्बन्धः एव नास्ति. अत्र तु प्रत्यक्षेण धूमः हृदे न दृश्यते, प्रत्यक्षेण पर्वते धूमः दृश्यते. तत् कारणं किं भवति इत्येव प्रश्नः. अतः हृदे धूमः नास्ति, वह्नि अपि नास्ति, परन्तु पर्वते धूमः अस्ति, वह्नि अस्ति इति व्यतिरेकेण निरूपणं कर्तुं शक्यते. अतः यः सिद्धान्तः मतं नास्ति. ऐ डोण्ट् अण्डर्स्टाण्ड्. अत्र व्यतिरेकेण निर्मेद इत्युक्ते किं न अवगच्छामि. अभावं स्वीकृत्य साध्यः अभाववत् अवृत्तित्वम् इति व्यतिरेकः वाक्यमेव तदस्ति. अतः यदि हृदे धूमः नास्ति तर्हि वह्नि अपि नास्ति, परन्तु पर्वते धूमः अस्ति तर्हि पर्वते वह्नि अस्ति इति वयं निर्णेतुं शक्यते. अत्र इत्युक्ते एकनिमिषं, यदि व्याप्तौ यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयम् अपि उक्त्वा यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति वाक्यद्वयं व्याप्तेः लक्षणं भवति चेत् अवगन्तुं शक्नुमः. किन्तु इदानीं पूर्वपक्षी किं पूर्वपक्षिणा किम् उक्तं? केवलं व्यतिरेकमेव उक्तम्, अन्वयः न उक्तः. ओ ओके. साध्य अभाववत् अवृत्तित्वमेव व्याप्तेः लक्षणं खलु तस्य. ओके ओके ओके. अत्र अन्वयः अपि अस्ति इति मया चिन्तितम्. ओके, न अतः एव पुनः पुनः वदामि, व्याप्तेः लक्षणं किं? साध्य अभाववत् अवृत्तित्वम् इति पूर्वपक्षिणः लक्षणं, व्याप्तेः लक्षणं. साध्य अभाववत् अवृत्तित्वम् इत्युक्ते किं? यस्मिन् साध्यस्य अभावः अस्ति तत्र हेतोः अभावः अस्ति चेत् व्याप्तिः सिद्धा इति तस्य कथनं. तर्हि केवलं व्यतिरेकमेव तेन उक्तम्. ओके, अण्डर्स्टुड्. सो दर् इस् अ प्राब्लम् इन् दिस् व्याप्ति. यत्र अन्वयमपि वदेम तदा क्लेशः न भवति. यत्र यत्र धूमः तत्र तत्र वह्निः इति उक्त्वा तदनन्तरं यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति उभयमपि व्याप्तेः लक्षणं, तत्र व्याप्तेः लक्षणम् इदानीमत्र यत्र यत्र धूमः यत्र इति व्याप्तिलक्षणवाक्यं नास्ति. लक्षणवाक्यं तु एकेन वाक्येन वक्तव्यं, नो चेत् एकेन पदेन वक्तव्यं. गन्धवती पृथिवी इति लक्षणवाक्यमस्ति खलु, पृथिव्याः लक्षणं. गन्धवती इति एकमेव पदं, पृथिवी तदेव गन्धवती इति एव पृथिव्याः लक्षणं. तर्हि गन्धवती इत्यनेन किं बोध्यं? गन्धः यस्मिन् अस्ति इति गन्धवत्. तर्हि अत्र गन्धवती इति केवलम् अत्र स्त्रीलिङ्गप्रत्ययं योजयित्वा गन्धवती इति विशेषणवाचकपदं साधितं तावदेव. तर्हि तादृशवाक्यं गन्धवती इति एकमेव पदम्. एवं साध्य अभाववत् अवृत्तित्वम् इति एकमेव पदम् इति मया उक्तं खलु, तदेव लक्षणवाक्यं. तत्र लक्षणवाक्ये केवलं व्यतिरेकः एव अस्ति, अन्वयः नास्ति इति कृत्वा दोषपूर्णम् इति मया उक्तम्. अस्तु मेहुल् महोदय. आम्, तत्र केवलम् एक एव तत्र दोषः अस्ति. तत्र वाट्सप् मध्ये भवान् किं प्रेषितवान् इत्युक्ते यत्र यत्र हेतुः इत्युक्ते हृदे धूमः नास्ति तर्हि कथं पर्वते धूमः अस्ति इति न वक्तुं शक्नोति? नास्ति पर्वते वह्निः अस्ति वा इति कथं ज्ञातुं शक्नुमः इति एव. सत्यं, न तु धूमः सत्यं. तदेव हा, पर्वते वह्निः, हृदे वह्निः, हृदे धूमः नास्ति इति कृत्वा इति उक्त्वा, तर्हि हृदे धूमः नास्ति इति कृत्वा हृदेः वह्निः अपि नास्ति इति वक्तुं शक्यते. सत्यं. किन्तु तदुक्त्वा कथं वा पर्वते वह्निः नास्ति इति निर्णेतुं शक्यते? केवलं व्यतिरेकम् उक्त्वा न वक्तुं शक्यते. किन्तु तर्हि तत्र तादृशसन्दर्भः अस्ति. किन्तु तादृशव्याप्तिः अपि अस्ति, केवल अन्वयी इति एका व्याप्तिः अस्ति, केवलव्यतिरेकी इति अपि व्याप्तिः अस्ति. कुत्रचित् भवति तद् अग्रे आयास्यति किन्तु इदानीं किम् अवगन्तव्यम् अस्माभिः इति चेत् ह्रदे धूमः नास्ति इति कृत्वा ह्रदे वह्निः अपि नास्ति इति अवगम्य पर्वते वह्निः अस्ति इति ज्ञानं कथं जायते तत्र न भवति तत्र दोषः भवति इति तावद् अधीतम् अस्तु महोदय अत्र व्याप्ति इत्यस्य साध्याभावत् अवृत्तित्वम् इत्यनेन हृदे धूमाभावः अस्ति अतः पर्वते वह्नि अस्ति इति कथम् आगच्छति न न अत्र व्याप्तेः लक्षणमेव महोदय साध्य अभाववत् अवृत्तित्वम् अवृत्तित्वं कुत्र भवति पक्षे न न व्याप्तिः कुत्र भवेत् द्विनिष्ठः सम्बन्धः अस्ति अतः व्याप्तिः इत्युक्ते सम्बन्धः द्विनिष्ठः भवेत् किन्तु अस्माकं विवक्षा कुत्र अस्ति हेतौ भवेत् खलु व्याप्तिः अतः एव अत्र वह्निव्याप्तिमत् धूमवान् अत्र वह्निव्याप्तिमत् धूमः वह्निव्याप्तिमच्च असौ धूमः धूमे भवेत् व्याप्तिः धूमे हेतौ भवेत् तर्हि व्याप्तिः कुत्र भवेत् चेत् हेतौ भवेत् तर्हि अत्र पूर्वपक्षिणः मतानुसारं धूमः साध्य अभाववत् वृत्तित्वं हेतौ अस्ति इति वदति अस्ति चेत् पर्याप्तम् इति वदति इत्युक्ते यस्मिन् साध्य अभावः साध्यम् इत्युक्ते वह्निः साध्यस्य अभावः साध्य अभावः साध्य अभाववत् कः अधिकरणम् अधिकरणं किं ह्रदः ह्रदे धूमस्य अवृत्तित्वम् इत्युक्ते धूमः न भवति चेत् इति तावदेव व्याप्तिः ह्रदे धूमः नास्ति चेत् पर्वते वह्निः अस्ति इति निर्णयः कथं वा शक्यते बुद्धं खलु साध्य अभाववत् अवृत्तित्वं साध्य अभाववति अवृत्तित्वं पदच्छेदं कृत्वा समस्तवाक्यं वदामश्चेत् साध्य अभाववति अवृत्तित्वं वृत्तित्व अभावः अवृत्तित्वमिति नै अभावार्थे तर्हि साध्य अभाववति वृत्तित्वस्य अभावः सः यदि हेतौ भवति तादृशहेतुः समीचीनहेतुः इति पूर्वपक्षिणः मतं किन्तु तत् न पर्याप्तं ह्रदे धूमः नास्ति इति कृत्वा पर्वते धूमं दृष्ट्वा पर्वते वह्निः अस्ति इति निर्णयः कथं वा स्यात् तत्तु समीचीनम् अत्र साध्याभाववति इति अधिकरणं भवति तदस्ति हृदः खलु तस्मिन् एव धूमस्य अवृत्तित्वम् इत्युक्ते तत्र धूमः नास्ति इति इत्युक्ते यस्मिन् अधिकरणे ह्रदे साध्यस्य वह्नेः अभावः अस्ति तत्र एव तस्मिन् अधिकरणे ह्रदे धूमस्य अवृत्तित्वं धूमस्य अभावः अपि अस्ति चेत् इति तावदेव उक्तं तेन पूर्वपक्षिणा तेन किं ज्ञानं भवति इति न उक्तं खलु केवलं न सः वदति यदि ह्रदे वह्निः अभावः ह्रदे धूमः अपि नास्ति चेत् अस्माभिः अनुमानं कर्तुं शक्यते पर्वते वह्निः अस्ति इति अनुमानं कर्तुं शक्यते इति सः वदति तत् कुत्र उल्लेखितमस्ति पर्वतः वह्निः व्याप्तिमत् धूमवान् इत्यत्र व्याप्तिः इति पदेन कः स्वीकृतः अभावः वृत्तित्वम् अधिकरणम् अभावः वह्निः इति पञ्चपदार्थाः स्वीकृताः खलु तदेव तत्र उक्तं व्याप्तिः इत्यस्य अर्थः कः वह्नि अभाव अधिकरण अवृत्तित्वं तादृश अवृत्तित्वं धूमे अस्ति चेत् पर्वतः वह्निमान् इति ज्ञातुं शक्यते इति सः वदति किन्तु तद्दोषाय बुद्धं खलु अस्तु अत्र मुख्यवर्गे किं जातं अत्र ग्रन्थकारेण एतद् पूर्वपक्षिणः मतम् इति एतावत्पर्यन्तं न उक्तम्। तर्हि सर्वे मुख्यवर्गे किं चिन्तितवन्तः? एषः एव सिद्धान्तिनः मतम् इति। तर्हि अग्रे अपि एतदेव सिद्धान्तिनः मतं मतं मतम् इति पुनः पुनः अभ्यस्य यदा हेत्वाभासं प्रति गच्छन्ति, हेत्वाभासः इति कुत्र आगच्छति वदिष्यामि। हेत्वाभासः, हा हेत्वाभासः इति द्वाविंशति अधिक द्विशततमपुटे आगच्छति। तर्हि तावत्पर्यन्तम् एषः परामर्शः समीचीनः समीचीनः समीचीनः इति पुनः पुनः अभ्यस्य तदा गच्छति। तदनन्तरम् एषः हेतुः, वस्तुतः हेतुः नास्ति, हेत्वाभासः इति ग्रन्थकारः वदति। तर्हि महान् क्लेशः अनुभूतः तैः। सर्वे आभासेन एव यद् हेतु आभासः अस्ति तद् उत्तमहेतुः इति स्वीकृत्य अभ्यासं कृत्वा प्रायः मासत्रयपर्यन्तम् अभ्यासं कृत्वा अन्ततो गत्वा एषः हेतुः नास्ति, हेतु आभासः एव इति ग्रन्थकारः वदति चेत् महान् क्लेशः अनुभूतः तैः इति कृत्वा एव आरम्भतः अहं वदामि। भवतु, अत्र ग्रन्थकारेण यदुक्तं तद् अस्माभिः अवगतं, किन्तु वस्तुतः एतत् समीचीनहेतुः नास्ति, हेतु आभासः एव। इत्युक्ते अत्र हेतु अत्र व्याप्तिः आभासः एव, समीचीनव्याप्तिः नास्ति एतत्। भवतु, अग्रे गच्छेम। तदिभव भगिनि, अग्रे पठतु भगिनि। एतादृश एतादृशकार्यकारणभावम् उद्धौ निधाय अनुमानलक्षणं अनुमितिलक्षणं च आह अनुमितिकरणम् अनुमानं परामर्शजन्यज्ञानम् अनुमिति अनुमित्याः करणम् अनुमानम् अनुमितिविज्ञानस्य करणम् अनुमानमस्ति परामर्शजन्यम् अनुमानम् इति कीदृशपदार्थः अस्ति? अनुमितिः अनुमिति इति ज्ञानस्य करणम् अनुमानम् इति समीचीनतया उक्तवती। तर्हि अनुमानम् इत्यनेन किम्? अनुमानम् इति ज्ञानमस्ति। उत्तमं, तदपि ज्ञानम् उत्तमम्। अनुमितिः इत्यपि ज्ञानं, तस्य करणं प्रमाणमस्ति अनुमानं, तदपि ज्ञानम्। अतः एव अनुमाने अपि अनु इति पदं दृश्यते। अस्तु, अग्रे परामर्शजन्यं ज्ञानम् अनुमितिः। परामर्शात् जन्यते इति परामर्शजन्यम् ज्ञानम् अनुमितिः इति। तर्हि अनुमानम् अपि च परामर्शः, अनयोः मध्ये कः सम्बन्धः? प्रथमवाक्ये अनुमितिकरणम् अनुमानम् इति उक्तं, द्वितीयवाक्ये परामर्शजन्यं ज्ञानम् अनुमितिः इति उक्तं, तेन किं जायते? प्रथमज्ञानम् अपि च द्वयो द्वितीयज्ञानं महोदय न न अत्र अनुमानम् इति पदमस्ति खलु, अपि च परामर्शः इति ज्ञानम् इति पदमस्ति। उभयोः मध्ये कः सम्बन्धः? पूर्वम् अनुमानम् इति पदं दृश्यते खलु भगिनि, अनुमितिकरणम् अनुमानम् इति प्रथमवाक्ये अस्ति, द्वितीयवाक्ये परामर्शं जन्यं परामर्शजन्यं ज्ञानम् अनुमितिः इति अस्ति खलु। तत्र अनुमानम् इति पदं परामर्शः अनुमानम् इति ज्ञानम् इति उक्तवती, परामर्शः इति कीदृशपदार्थः? ज्ञानमेव। उत्तमं, तर्हि अनुमानम् अपि च परामर्शः उभयमपि यद् ज्ञानमस्ति तयोः मध्ये भेदः अस्ति वा न वा इति प्रश्नः नास्ति। अनुमानमेव परामर्शः इति वक्तव्यं, तदेव मम आशयः अस्ति। सम्बन्धः इति चेत् किम् इति चेत् अनुमानम् अनुमानमेव परामर्शः इति वक्तव्यम्। अस्तु, अग्रे पठतु। अस्याः अनुमितेः जनकीभूतः परामर्शः सविषयः निरूपित एव तत् लक्षणं तज्जन्यत्वं च अनुमिते अनुमिति विद्याः अनुमितेः सङ्ग्रहे अत्र परामर्शः सविषयः निरूपितः तर्हि परामर्शस्य विषयाः के परामर्शज्ञाने इदानीं सप्तविषयाः सन्ति उत्तमम् इति मनसि भवेत् सविषयः निरूपितः इत्युक्ते परामर्शस्य विषयाः के सप्तविषयाः भवन्ति प्रत्येकं परामर्शे सप्तविषयाः भवन्ति तल्लक्षणं तज्जन्यत्वं च अनुमितेः आह सङ्ग्रहे अग्रे पठतु व्याप्तिविशिष्टपक्षधर्मदा ज्ञानं परामर्शः यथा वह्निव्याप्यधूमवान् अयं पर्वतः इति ज्ञानं परामर्शः तज्जन्यं वह्निमान् पर्वतः इति ज्ञानम् अनुमितिः एतद् व्याप्त्या विशिष्टं व्याप्तिविशिष्टं तादृशं यत् पक्षधर्मदा ज्ञानम् इति तदर्थः व्याप्तिविशिष्टं पक्षधर्मदायाः ज्ञानं व्याप्तिविशिष्टम् इत्यस्य सम्बन्धम् इति अर्थः व्याप्तिविशिष्टम् इत्यनेन किम् उक्तः इति अत्र दत्तमस्ति व्याप्त्या विशिष्टं व्याप्तिविशिष्टं तादृशव्याप्तिविशिष्टम् अत्र क्रमेण गच्छेम व्याप्त्या विशिष्टं व्याप्तिविशिष्टम् अत्र व्याप्त्या इत्यस्य विभक्तिवचनं किम् तृतीया अस्ति उत्तमं केन सूत्रेण तृतीया अत्र कस्मिन् अर्थे तृतीया अत्र व्याप्त्या इति हेतु अस्ति व्याप्त्या विशिष्टम् इति हेत्वर्थे वा व्याप्त्या इति अत्र अस्माभिः किं कर्तव्यं यदा भवन्तः गृहे पठन्ति प्रत्येकं पदं स्वीकृत्य अस्माभिः अधीतं खलु व्याकरणं सर्वं तर्हि प्रत्येकं पदं स्वीकृत्य अत्र विभक्तिवचनं कस्मिन्नर्थे अस्ति केन सूत्रेण लभ्यते इति चिन्तनीयं व्याप्त्या विशिष्टं व्याप्तिविशिष्टम् अत्र तृतीया विभक्तिः कस्मिन्नर्थे प्रयुक्तं केन सूत्रेण आगच्छति इति कोऽपि वदतु वर्षा भगिनि महोदय पुनः एकवारं पृच्छतु महोदय व्याप्त्या विशिष्टम् इति वाक्यमस्ति खलु तत्र तृतीया विभक्तिः केन सूत्रेण कस्मिन्नर्थे प्रयुक्तम् इति वक्तव्यं समस्तपदेन महोदय न व्याप्त्या विशिष्टम् इति व्यस्तपदमस्ति खलु व्यस्तप्रयोगः अस्ति खलु हा महोदय तत्र व्याप्त्या इति तृतीया दृश्यते ओके ओ तृतीया विधायकसूत्रं वा महोदय हा विधायकसूत्रमस्ति चेदेव कस्मिन् अर्थे इति वक्तुं शक्यते खलु कर्तृकरणीयस्तृतीया इति सूत्रेण एव भवति किमर्थं कर्तृकरणीयस्तृतीया विशिष्टः इति कृदन्तमस्ति कर्तृकरणौ कृता बहुलं समस्तपदं बट् विग्रहवाक्येन भवान् विग्रहवाक्ये इति भवान् पृष्टं किल आम् समस्तपदं केन सूत्रेण भवति इति चेत् अत्र यद् भवत्या उक्तं तत् समीचीनं किन्तु अत्र व्याप्त्या विशिष्टम् इत्यत्र शिवरामहोदय भवान् किं चिन्तयति न अवगतं तृतीया विभक्ति व्याप्तिकारणमस्ति हेतौ इत्युक्ते हेतौ सूत्रेण भवति हेतुवाचकम् इति वदामश्चेत् अत्र पृथक् विना नानाभिस्तृतीयान्यतरस्याम् इति सूत्रेण विकल्पेन तृतीया भवति रामेण कृष्णः पृथक्। अत्र पृथक् क्रियते खलु व्याप्त्या विशिष्टम् एव खलु इत्युक्ते व्याप्तिः अत्र हेतोः विशेषणं भवति खलु। हा महोदय, परन्तु अत्र पृथक् इति साक्षात् उपपदे भवेत् तदा एव तत् सूत्रस्य प्रसक्तिः भवति किल महोदय, पृथक् नाना इति सूत्रस्य। हा सत्यं सत्यं, तत्र पृथक् इति पदम् अस्ति चेत् एव रामेण कृष्णः पृथक्। अत्र पृथक् इति साक्षात् पदमस्ति इति कृत्वा रामस्य तृतीया विभक्तिः, किन्तु अत्र व्याप्त्या विशिष्टं तर्हि अत्र हेतुः भवति खलु। इत्युक्ते व्याप्तिः एव हेतुं विशिष्यते, तर्हि हेतोः अत्र हेतुः इत्युक्ते धूमः, धूमस्य व्यावर्तनं केन जायते इति चेत् व्याप्त्या जायते इति कृत्वा हेतुः इति स्वीकर्तुं शक्यते। अस्तु, तर्हि हेतुतृतीया नो चेत् कारणतृतीया भवतु, अत्र हेतुः अपि च कारणम् उभयोः मध्ये तावत् आग्रहं नास्ति इति अस्माभिः निश्चितं, तर्हि करणतृतीया इति कृत्वा एव अत्र अत्र समस्तपदं भवति कर्तृकरणयो कृता बहुलम् इति सूत्रेण। अस्तु समीचीनम्, अग्रे। तादृशं यत् पच्छधर्मदा ज्ञानम् इति तदर्थः, एतादृशम् एते व्यापिविशिष्टधूमः पर्वते अस्ति इति पच्छधर्मदा ज्ञानमिति, व्याप्तिविशिष्टपच्छधर्मदायाः ज्ञानं, तत् ज्ञानमेव विशिष्ट वैशिष्टावग्राहिज्ञानम्, विशिष्टम् इत्यस्य सम्बन्धः इति अर्थः। किं कः अर्थः? सम्बन्धम् इति अर्थः विशिष्ट। समीचीनतया पठतु। विशिष्टमित्यस्य सम्बन्धम् इति अर्थः खलु। किमर्थम् अत्र बकारस्य अनन्तरं नकारः दृश्यते खलु, किम्? बकारस्य अनन्तरं सम्ब तदनन्तरं नकारः दृश्यते वा न वा? नकारः वा धकारः वा सम्बन्धः? नकारः तत्र नास्ति, सम्बद्धम् इति अर्थः, न तु सम्बन्धम्। ओके, सम्बन्ध नास्ति, पुनः वदतु। सम्बन्ध न सम्बद्ध, सम्बद्ध सम्बद्ध नास्ति, तत्र नकारः नास्ति बकारस्य अनन्तरं, सम्बद्ध इति अर्थः, सम्बद्धम् इत्यर्थः, सम्बद्ध इत्यर्थः, सम्बन्धं सम्बद्धम् अनयोः मध्ये कः भेदः? सम्बद्धम् इत्यनेन द्वयमपि सम्बन्धः एव उक्तः इति मम चिन्तनमस्ति। शिवरामहोदय किं चिन्तयति, सम्बन्धम् इति पदं सम्बद्धम् इति पदम् अनयोः मध्ये भेदः अस्ति वा न वा? भेदः अस्ति। कः भेदः? सम्बद्ध नाम बद्ध नाम दे आर् अटाच्ड् इति अस्ति। तत्र भेदः अस्ति, ययोः मध्ये सम्बन्धः अस्ति, तौ सम्बद्धौ, ययोः मध्ये सम्बन्धः अस्ति, तौ सम्बद्धौ इत्युक्ते सम्बन्धी इति अर्थः, सम्बद्धः इत्यस्य अर्थः सम्बन्धी इति अर्थः। सम्बन्धः द्विनिष्ठः अस्ति खलु, रामकृष्ण रामसीतयोः मध्ये पतिपत्नीसम्बन्धः अस्ति, तर्हि पतिपत्नीसम्बन्धतया रामसीतौ सम्बद्धौ, सो सम्बद्धः इत्युक्ते एकः रामः अन्यः सीता, सम्बद्धा सीता, सम्बद्धः रामः, अनयोः मध्ये सम्बद्धयोः मध्ये कः सम्बन्धः इति चेत् पतिपत्नीसम्बन्धः। बुद्धं वा महोदय? सम्बन्धस्य भावः सम्बन्धस्य भावः नास्ति, सम्बन्धः यस्मिन् अस्ति तत् सम्बद्धः। ओके, सम्बन्धः द्वयोः मध्ये सम्बन्धः भवति खलु, तर्हि ययोः मध्ये सम्बन्धः भवति तौ सम्बद्धौ। दि सम्बन्धीस् आर् काल्ड् सम्बद्धात्। तर्हि अत्र व्याप्त्या विशिष्टम्, अत्र विशिष्टम् इत्यस्य सम्बद्धम् इति अर्थः, नाट् सम्बन्ध, दट् वञ्च दट् आन् विच् द सम्बन्ध इस् वाट् इस् काल्ड् विशिष्टम्। असम्बद्धः इत्युक्ते रिलेटेड्, सम्बन्धः इत्युक्ते रिलेशन्। हा, उत्तमं। तर्हि अवगम्य पठनीयं सम्बद्धम् इत्यर्थः विशिष्टम्। तर्हि अत्र व्याप्त्या विशिष्टम् इत्यनेन कं किम् उक्तम्? धूमः उक्तम्। हा, उत्तमं। व्याप्त्या विशिष्टम् इति धूमः, व्याप्तिः एव सम्बन्धः अस्ति अत्र। अस्तु, अग्रे गच्छेम। तर्हि मेहुल् महोदय अग्रे पठति वा? साध्याभावाधिकरणवृत्तित्वाभावः व्याप्तिः निरूपित इव अनुपदं, तया सम्बद्धं ज्ञानमिति अर्थः प्रतिभाति। तादृशवृत्तित्वाभावस्तु दर्शितरीत्या धूमादिना सम्बद्धः, न ज्ञाने इति अत्र सम्बन्धः विषयतारूपः ग्राह्यः। सर्वस्यापि ज्ञानस्य स्वविषयेण विषयतासम्बन्धः अबाधित इति उक्तोपपत्तिः। अस्तु, पुनः एकवारं पठे पठं। साध्याभाव अधिकरणवृत्तित्वाभावः व्याप्तिः। तर्हि महोदय अत्र क्षम्यतां, पूर्वं यद् मया यद् भगिन्या उक्तं मया अङ्गीकृतं तत्र किञ्चित् परिष्कर्तव्यम् अस्ति। भवान् अत्र अवगच्छति वा इति पश्येम। वदतु, किञ्चित् परिष्कर्तव्यमस्ति। अस्तु, भवतु, वदतु, इदानीं भवान् प्रतिपादयतु, तदनन्तरं परिष्कुर्मः। हा, व्याप्तिः इत्युक्ते किम् इति वयं दृष्टवन्तः, तदेव अत्र पुनः लिखितमस्ति। व्याप्तिः इति साध्याभाव अधिकरणवृत्तित्वाभावः, तर्हि साध्याभाववत् इति अधिकरणमस्ति, तदेव तदधिकरणमेव तस्मिन्नेव अवृत्तित्वम् अस्ति, तदेव व्याप्तिः इति वयं दृष्टवन्तः पूर्वे। उत्तमं, तर्हि इदानीमेव प्रथमतया अत्र वाक्यस्य व्याप्तेः लक्षणं ग्रन्थकारः वदति। एतावत्पर्यन्तं न उक्तं, किन्तु पूर्वमेव व्याप्तं, साध्य अभावत् अवृत्तित्वं व्याप्तिः। तत्तु निरूपितम् एव अनुपदं, पञ्चपदार्थाः पञ्चविषयाः भवन्ति तस्य इति। अस्तु, अग्रे। अनुपदम् इत्युक्ते किं महोदय? अनु इति पदं, पदे अनुपदम् इत्युक्ते साध्य इत्यस्य अर्थः कः? साध्य अभावः इत्यस्य कर्तः, साध्य अभावः यस्मिन् अधिकरणे इति अनुपदम्। अत्र पञ्चपदानि सन्ति खलु, साध्य अभाव अधिकरण वृत्तित्व अभावः, तत् अनुपदं निरूपितं। प्रत्येकपदस्य अर्थः कः, कथम् अवगन्तव्यं, तयोः मध्ये सम्बन्धः कः, प्रकारता कुत्र अस्ति, विशेषता कुत्र अस्ति, उभयमपि कुत्र अस्ति, एतत् सर्वं निरूपितं खलु? निरूपितं, तथा सम्बद्धं तया, क्षम्यतां, तया सम्बद्धं ज्ञानमिति अर्थः प्रतिभाति। तया सम्बद्धं, हा, तर्हि तया इत्युक्ते कया? व्याप्तिः, व्याप्तिः, समीचीनं, व्याप्त्या इति, व्याप्त्या तृतीयं व्याप्त्या सम्बद्धं ज्ञानम् इति अर्थः प्रतिभाति. अस्तु, तादृशवृत्तित्व अभाव. अस्तु, एकनिमिषम्, अत्रैव परिष्कर्तव्यमिति मया उक्तं. तया सम्बद्धं किम्? तया सम्बद्धं ज्ञानम्. हा, तर्हि पूर्वं यदुक्तं विशिष्टम् इत्यस्य सम्बद्धम् इति अर्थः इति उक्तं. तत्र सम्बद्धम् इत्युक्ते हेतुः धूमः इति उक्तं खलु, तद् नास्ति. सम्बद्धम् इत्युक्ते धूमः नास्ति, सम्बद्धम् इत्युक्ते ज्ञानम् इति परिष्कर्तव्यम् इति मया उक्तम्. विशिष्टं व्याप्त्या विशिष्टं, व्याप्तिविशिष्टम् इत्यनेन ज्ञानमुक्तं, न तु धूमः. किन्तु कस्मिन् ज्ञानस्य विषयः कः इति चेत् धूमः भवति. भवतु अग्रे. प्रथमपङ्क्त्यो तदेव अस्ति खलु, व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः इति. विशिष्टम् इति ज्ञानं, तदेव तत्र धूमः इति दोषाय उक्तम्. तादृशवृत्तित्व अभावः तु दर्शितरीत्या धूमादिना सम्बद्धः अस्ति. धूमादिना सम्बद्धः वृत्तित्व अभावः न ज्ञाने इति अत्र सम्बन्धः विषयतारूपः ग्राह्यः. न ज्ञाने इति सम्बन्धः विषयतारूपः ग्राह्यः, तद् न अवगच्छं किम्? तादृशवृत्तित्व अभावस्तु दर्शितरीत्या धूमादिना सम्बद्धः न ज्ञाने इति अत्र सम्बन्धः विषयतारूपः ग्राह्यः. अस्तु, इत्युक्ते यत् यत् अस्माभिः उक्तम् अत्र व्याप्तिविशिष्टम् इत्यनेन किम् उक्तं? ज्ञानमुक्तं खलु. ज्ञानस्य विषयः कः? परामर्शज्ञानस्य सप्तविषयः इति वयं न न अत्र व्याप्ति व्याप्तिविशिष्टम् इत्यनेन ज्ञानमुक्तं खलु. व्याप्ति इति कश्चन ज्ञानमस्ति न. व्याप्तिः इत्युक्ते सम्बन्धः. अत्र व्याप्तिविशिष्टम् इत्यनेन किम् उक्तं? ज्ञानमुक्तम्. अत्र ज्ञानं सविषयकं भवति खलु. तर्हि ज्ञानस्य विषयः कः अत्र? त्रयः विषयः, परन्तु अत्र तु अनुमानं ज्ञानस्य विषयः. ज्ञानस्य विषयः महोदय, ज्ञानस्य विषयः प्रकारः त्रयः विषयः प्रत्येकस्मिन् ज्ञाने अस्ति, तदेव खलु विशेष्यप्रकारः. हा, किन्तु विषयः एकः अस्ति, तत् स च विषयः त्रिधा विभक्तः भवति खलु. आम् आम्. तर्हि अत्र ज्ञानस्य विषयः व्याप्तिविशिष्टम् इति ज्ञानं, ज्ञानस्य विषयः अस्ति धूमः अस्तु खलु. तर्हि अत्र ज्ञानम्, अतः एव अत्र उक्तम् एतादृशवृत्तित्व अभावस्तु दर्शिरीत्या धूमादिना सम्बद्धः न ज्ञाने इति अत्र सम्बन्धः विषयतारूपः ग्राह्यः. इत्युक्ते अत्र व्याप्तिविशिष्ट व्याप्तिविशिष्टम् इति पदेन ज्ञानम् अवगन्तव्यं, सः एव सम्बद्धं, तदेव सम्बद्धम् अस्ति. व्याप्तिविशिष्टं किम् इति चेत् ज्ञानम्. अत्र व्याप्ति इत्यनेन किम् अवगन्तव्यं? व्याप्तिः इत्युक्ते सम्बन्धः एव खलु. व्याप्तिविशिष्टम् इत्यनेन सम्बद्धम् इति अवगन्तव्यं, व्याप्तिः इत्यनेन सम्बन्धः अवगन्तव्यः. अत्र व्याप्तिविशिष्टं ज्ञानम् इति कृत्वा तत्र कीदृशसम्बन्धः भवितुमर्हति? संयोगः वा समवायः न भवति, विषयता एव भवति खलु सम्बन्धः. तत्र ज्ञानं विषयतासम्बन्धेन कुत्र अस्ति? धूमे अस्ति. व्याप्तिविशिष्टं ज्ञानं, ज्ञानस्य विषयः कः? धूमः. तर्हि स च ज्ञानं विषयतासम्बन्धेन धूमे अस्ति इति कृत्वा अत्र विषयतारूपः ग्राह्यः इति उक्तम्. इत्युक्ते अत्र समवायसम्बन्धः वा संयोगसम्बन्धः वा इति स्वरूपसम्बन्धः इति किमपि ग्राह्यं न भवति, केवलं विषयतासम्बन्धः एव ग्राह्यः. अग्रे पठतु महोदय. सर्वस्यापि ज्ञानस्य स्वविषयेण विषयतासम्बन्धः अबाधित इति उक्तोपपत्तिः एतदेव आगच्छति. सर्वस्यापि ज्ञानस्य विषयतासम्बन्धः स्वविषयेन विषयतासम्बन्धः एव ग्रहणीयम्. न अत्र किं लिखितमस्ति इति पुनः पठतु महोदय. सर्वस्यापि ज्ञानस्य स्वविषयेण विषयतासम्बन्धः अबाधित इति उक्तोपपत्तिः. उक्तोपपत्तिः इत्युक्ते किं निकषः वा इति आगच्छति? न उपपत्तिः इत्युक्ते एक्स्प्लेनेशन् आर् प्रूविङ्ग् उपपत्तिः उक्त उपपत्तिः. अत्र किम् उपपत्तिः उक्तः, का उपपत्तिः उक्तः इति चेत् सर्वस्यापि ज्ञानस्य स्वविषयेण विषयतासम्बन्धः अबाधितः एव. इत्युक्ते ज्ञानं सर्वदा सविषयकं भवति इति एकं, ज्ञानं विषयतासम्बन्धेन सर्वदा विषये वर्तते खलु. तत्र तत् सम्बन्ध तत्र सम्बन्धस्य बाधा यदा कदापि न भवति खलु. ज्ञानम् अपि च ज्ञानस्य विषयः अनयोः मध्ये यः सम्बन्धः अस्ति, विषयतासम्बन्धः, तस्य विषयतासम्बन्धस्य बाधा यदा कदापि न भवति खलु इति तावदेव इति एव उपपत्तिः. तर्हि अत्र विशिष्टव्याप्तिविशिष्टम् इत्यनेन ज्ञानं ज्ञानम् अपि च तस्य विषयः धूमः अनयोः मध्ये कः सम्बन्धः अस्ति? विषयतासम्बन्धः अस्ति. स च विषयतासम्बन्धः यदा कदापि बाधिता न भवति इति उक्तं तावदेव. अस्तु अग्रे. पक्षधर्मतायाः ज्ञानम् इत्यत्रापि धर्मतापदं सम्बन्धार्थकम् अस्ति. पक्षस्य सम्बन्धः इत्यर्थः. स च उक्तपरामर्शे भासमानः धूमरूपे हेतौ पर्वतरूपपक्षस्य संयोगः सम्बन्धः. अयं च पक्षधर्मता इति पदार्थः संवृत्तः. ततः विद्यमानायाः षष्ठ्याः अपि विषयता इत्यर्थः. तथा च यज्ज्ञानं व्याप्तिं विषयीकरोति एवं पक्षहेतोः सम्बन्धं च विषयीकरोति तज्ज्ञानं परामर्शः इति फलितं. भवति हि परामर्शः तथाविधः. तत्र उक्तरीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात् पक्षधर्मतायाः इति ज्ञाने अपि तत्र धर्मता इति पदं यत् अस्ति तद् सम्बन्धं सूचयति. तस्य अर्थः सम्बन्धम् इति भवति. पक्षस्य सम्बन्धः इति एव अर्थः भवति पक्षधर्मतायाः ज्ञानम् इत्यत्र. स च उक्तपरामर्शे भासमानः. अस्तु, परामर्शे अपि तदेव भवति. तदेव इत्युक्ते कः भवति? पक्षस्य सम्बन्धः इति सम्बन्धः भासमानः भवति खलु. परामर्शज्ञाने सम्बन्धः भासमानः अस्ति. उदाहरणम् अत्र दर्शनमस्ति, धूमरूपे हेतौ पर्वतरूपपक्षस्य संयोगः सम्बन्धः. तर्हि पर्वतः इति पक्षः, धूमः इति हेतु, धूमरूपे हेतुः अस्ति, पर्वतरूपे पक्षः अस्ति, तयोः मध्ये संयोगः सम्बन्धः इति भवति. परामर्शज्ञानेन संयोगः सम्बन्धः भवति तयोः मध्ये. अयं च पक्षधर्मता इति पदार्थः संवृत्तः. संवृत्तः इत्युक्ते किं महोदय? पक्षधर्मता इति पदार्थः. अस्तु, अत्र धूमः अपि धूमः इति द्रव्यं, पर्वतः अपि द्रव्यं खलु. आम्, उभयोः मध्ये कः सम्बन्धः भवति? संयोगः सम्बन्धः, संयोगसम्बन्धः भवति. तर्हि अत्र संयोगसम्बन्धः एव विषयः अस्ति. परामर्शज्ञानस्य विषयः कः इति चेत् धूमपर्वतयोः मध्ये यः सम्बन्धः अस्ति, संयोगसम्बन्धः, स च सम्बन्धः एव विषयः अस्ति. अतः एव अत्र उल्लिखितम् अयं च पक्षधर्मता इति पदार्थः संवृत्तः संयोगसम्बन्धः. अयम् इति पदेन संयोगसम्बन्धः स्वीकर्तव्यः. तर्हि पक्षधर्मता, तत् धर्मता इति पदेन, धर्मता इति पदेन किम् अवगन्तव्यम् इति चेत् संयोगसम्बन्धः अवगन्तव्यः. सत्यं, संयोगसम्बन्धः. हा, तर्हि पक्षधर्मता, पक्षस्य धर्मता इति पदेन सम्बन्धः अवगन्तव्यः. सम्बन्धस्य अत्र सम्बन्धी कः इति चेत् संयोगः अस्ति. तर्हि अत्र पक्षधर्मता इति ज्ञानमस्ति इति कृत्वा ज्ञानस्य विषयः कः इति चेत् संयोगः इति सम्बन्धः. तदेव अत्र लिखितं, ततः विद्यमानायाः षष्ट्याः अपि विषयता इति अर्थः. इत्युक्ते पक्षधर्मतायाः ज्ञानमिति उक्तं खलु, तत्र षष्टिः दृश्यते, पक्षधर्मतायाः ज्ञानम्. तर्हि पक्षधर्मतायाः ज्ञानम् इत्युक्ते पक्षे यः धूमः अस्ति तयोः मध्ये यः सम्बन्धः अस्ति तस्य ज्ञानम् इति भवति. तस्य संयोगसम्बन्धस्य ज्ञानं तदेव लिखितम्. तर्हि ज्ञानं, परामर्शज्ञानं, ज्ञानस्य विषयः कः इति चेत् संयोगः. तर्हि पक्षधर्मता ज्ञानम् इत्युक्ते परामर्शः विषयतासम्बन्धेन संयोगे अस्ति. अग्रे तथा च यद् ज्ञानं व्याप्तिं विषयीकरोति एवं पक्षहेत्वोः सम्बन्धं च विषयीकरोति तद् ज्ञानं परामर्शः इत्युक्ते हा परामर्शः इत्यनेन सम्बन्धः एव पक्षहेतोः हेत्वोः मध्ये यः सम्बन्धः अस्ति तदेव परामर्शज्ञानस्य विषयः भवति. तर्हि परामर्शज्ञाने अत्र यद्यपि सप्तपदार्थाः सन्ति इति उक्तं, वस्तुतः अत्र तस्य विषये किं विषयीकरोति परामर्शज्ञानमिति चेत् सम्बन्धद्वयं विषयीकरोति. एकं तु व्याप्तिः इति सम्बन्धः, द्वितीयं तु संयोगः इति सम्बन्धः. इति संयोगद्वयं विषयीकरोति परामर्शः इति ज्ञानं, व्याप्तिम् अपि च संयोगं सम्बन्धं. हा, अतः एव अत्र ज्ञानद्वयेन परामर्श उत्पत्तिः इति पाठे यद् अस्माभिः पूर्वं पठितं, तत्र पर्वतः धूमवान् इति ज्ञानमस्ति खलु. पर्वतः धूमवान् इत्युक्ते किं, पर्वते धूमः संयोगसम्बन्धे अस्ति इति. तत्र संयोगसम्बन्धः स्वीकृतः, अपि च धूमः मह्निव्याप्त्यः इति व्याप्तिज्ञानं, इति व्याप्तिः, तत्र व्याप्तिः इत्यपि सम्बन्धः अस्ति खलु. तदेव तर्हि सम्बन्धद्वयं परामर्शज्ञानं किं विषयीकरोति इति चेत् सम्बन्धद्वयं विषयीकरोति. उभाभ्यां ज्ञानम्, एकं तु व्याप्तिः इति सम्बन्धः, अन्यस्तु संसर्गसंयोगः इति सम्बन्धः. सत्यं, तज्ज्ञानं परामर्शः इति फलितं, फलितार्थः एवमेव. आम्, तत्र विपरीतरीत्या अपि तत्र अस्ति, उभाभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते इति अपि अस्ति. सत्यं, परामर्शः उत्पद्यते. तर्हि उत्पन्नपरामर्शज्ञानं कस्य किं विषयीकरोति इति चेत् व्याप्तिं विषयीकरोति, पक्षहेत्वोः सम्बन्धं विषयीकरोति. तर्हि व्याप्ति इत्यनेन सम्बन्धः उक्तः इति कृत्वा द्वयोः सम्बन्धयोः विषयीकरणं करोति परामर्शः इति ज्ञानम्. तर्हि भवतीः परामर्शः तथाविधः तादृशमस्ति, तत्र उक्तरीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात्. अपि च अत्र मुख्यवार्ता अस्ति, उक्तरीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात्. व्याप्तेः विषयीकरणं करोति, पक्षहेतोः सम्बन्धः यदस्ति तस्यापि विषयीकरणं करोति. तादृशवाक्यं, तादृशज्ञानमस्ति परामर्शः. इत्युक्ते परामर्शस्य सप्तपदार्थाः विषयाः इति तु सत्यं, किन्तु व्याप्तिः किम् इति वदामश्चेदेव अत्र पञ्चपदार्थाः सिद्ध्यन्ति. यदि व्याप्तेः लक्षणं परिष्कुर्मः तत्र चत्वारः पदार्थाः वा अष्टपदार्थाः वा यत्किमपि भवितुमर्हति. बुद्धं खलु? अस्तु, इति एतावत्पर्यन्तं जातम्. अस्तु, इतोपि समयः अस्ति इति कृत्वा अग्रे गच्छामि. स्वामी महोदय पठति, प्रश्नः अस्ति महोदय. स्वामी महोदय पठतु. स्वामी महोदय अस्ति किम्? म्यूट् मध्ये अस्ति महोदय. महोदय क्षम्यता. किमभवत्? न न किमपि न श्रूयते, टैम् वेस्ट्. हा भवतु, न न म्यूट् मध्ये आसीत् अतः. अस्तु, सम्बन्धस्य प्रकारतावच्छेदकत्वं तत्र एकः पदार्थः यदा अपरपदार्थे विशेषणीभूय ज्ञाने विषयीभवति तदा तयोः सम्बन्धः अपि नियमेन ज्ञानेन प्रकाश्यते. सत्यं तत्र सम्बन्धे या ज्ञानीया विषयता. न न महोदय, अत्र प्रथमवाक्यम् अवगच्छतु, क्रमेण गच्छेम. आम्, प्रथमवाक्यं कथम् अवगच्छति तत्र इति? एकः पदार्थः अपरपदार्थं विशेषणीभूय इत्युक्ते किम्? इट् delimits or it differentiates or makes it known. Udaharanam vadatu. Ghatavat bhutalam. Ah, samichinam. Tarhi ghatavat bhutalam ityatra ghatena visishtamasti bhutalam kalu. Ammo. Tarhi yatatra ekaha padarthaha ghataha yada apara padarthe भूतले विशेषणीभूय विशेषणं भूत्वा अग्रे ज्ञाने विषयीभवति. क्षम्यतां, वदतु महोदय, ज्ञाने विषयीभवति इत्युक्ते किम्? इट् बिकम्स् एन् one of the anga of the three jnane yad trayoho trini vishyani santi ekam bhavati tat vishayani iti parameva nasti vishayaha pullinga padam vishaya trayaha vishayaha atra patra vakyam drishto avadatu bhavadiya tatra ekaha padarthaha apara padarthe vishayi bhuya jnane vishayi bhavati tarhi atra vishayaha kaha ekaha padarthaha eva एकः पदार्थः ज्ञाने विषयी भवति यदा इत्युक्ते घटः, भवतः उदाहरणे घटः ज्ञाने, घटः अपि ज्ञाने विषयः अस्ति खलु? आं महोदय. तदा तयोः सम्बन्धः अपि नियमेन ज्ञानेन प्रकाश घटभूतलमध्ये संयोगः. उत्तमं, संयोगः नियमेन तदपि ज्ञानेन बुद्धं भवतु प्रकाश्यते एव खलु महोदय. इत्युक्ते घटः भूतले अस्ति इति वदामश्चेत् तदेव ज्ञानस्य आकारः चेत् तत्र केन सम्बन्धेन अस्ति इति न उक्तं चेदपि ज्ञाने तदस्ति एव, तस्य ज्ञानमस्ति एव. अतः एव अत्र सप्तमी प्रयोक्तं तु शक्यते, घटः भूतले इति अधिकरणसप्तमी कथम् वक्तुं शक्यते यदि संयोगः इति ज्ञानं नास्ति? तावदेव उक्तमत्र, नियमेन ज्ञानेन प्रकाश्यते. अस्तु अग्रे. तत्र सम्बन्धे या ज्ञानीया विषयता सा एव संसर्गता इति चिन्तितमेव अस्माभिः तत्र सम्बन्ध यद् सम्बन्धः अस्ति पदार्थमध्ये, एकः पदार्थः अपरपदार्थः मध्ये तद् विषयता इति भवति ज्ञाने, तस्य नाम संसर्गता. अत्र वाक्यम् इतोपि समीचीनतया रचनीयं, तद् सम्बन्धः इति न किम्? बहुवारं भवान् तत्र समीचीनतया वाक्यनिर्माणं समीचीनतया भवेत्। पुनः वदतु। एकः पदार्थः अपरः पदार्थः मध्ये यद् सम्बन्धः अस्ति तत् सम्बन्धं तत् सम्बन्धम् इति समीचीनं वा? प्रथमं सम्बन्धः सम्बन्धः इति पुल्लिङ्गं सम्बन्धं संसर्गता इति कथ्यते। तत् सम्बन्धं संसर्गता इति कथ्यते वा? नास्ति। संसर्गता इत्युक्ते सम्बन्धः संसर्गता इत्युक्ते सम्बन्धः एव, किन्तु कयोः मध्ये सम्बन्धः संसर्गता कयोः मध्ये भवति? The relation between the two objects where jnana is taking place. What are the two objects is my question here. Samsargata kayoho madhye bhavati. How to answer it? Yeah, I can see that you don't have clarity on this. That is why you're using wrong construct of sentences. Astu, Varsha Bhagini Atra Kijit Ayam Karavatu. Samsargata Kayoho Madhye Bhavati? Visheshya Apicha Prakara Yoho Madhye. Tayoho Madhye Samsargata Bhavati Va? Sambandhasya Namaha Eva Samsargata Aityasthi Kila Modhya. Visheshyata Apicha Prakarata यस्मिन् अस्ति तयोः मध्ये एकनिमिषं विशेष्यता अपि च प्रकारता एकस्मिन् भवति वा? न न किमर्थं प्रकारता विशेष्यता यस्मिन् अस्ति इति वदति? ओ यस्मिन् इस् राङ्ग्। ययोः अस्ति नास्ति ययोः अतिपि इति अपि असमीचीनं। तत्र संसर्गता विशेष्यता प्रकारता अनयोः मध्ये समानाधिकरणीयमस्ति वा? नास्ति। तर्हि समीचीनतया वक्तव्यम्। यु सी ऐ हेव् सो फार् बीन् इग्नोरिङ्ग् ए लाट् आफ़् मिस्टेक्स् दट् यु आर् डूयिङ्ग् ड्यूरिङ्ग् कन्स्ट्रक्ट्। सो नौ ऐ वाण्ट् टु फिक्स् दट् आल्सो। ओके, प्रकारता कुत्र अस्ति? प्रकारे अस्ति। हा, तर्हि किं प्रकारता सम्बन्धेन प्रकारे अस्ति? किम् इत्यस्य उत्तरं प्रकारता सम्बन्धेन प्रकारे अस्ति ज्ञानम्। हा, उत्तमं। ज्ञानं प्रकारता सम्बन्धेन प्रकारे अस्ति। पुनः किं विशेष्यता सम्बन्धेन विशेष्ये अस्ति? ज्ञानमेव। उत्तमं। पुनः किं संसर्गता सम्बन्धेन संसर्गे अस्ति? तदपि ज्ञानम्। उत्तमं। तर्हि अत्र घटः भूतले अस्ति इत्यत्र प्रकारः कः? घटः। विशेष्यः कः? भूतलम्। संसर्गः कः? संयोगः। हा, तर्हि संसर्गता कुत्र अस्ति? संयोगे अस्ति। हा, ज्ञानं संसर्गता सम्बन्धेन संयोगे अस्ति। संयोगः तु घटभूतलयोः मध्ये अस्ति। स्वामी महोदय, मम प्रश्नः कः अस्ति? संसर्गता कुत्र अस्ति इति। संसर्गता संसर्गे अस्ति। संसर्गः कः? संसर्गः भूतले घट भूतलघटयोः मध्ये। तस्य नाम वदतु। संसर्गः कः? स घटभूतयोः कः सम्बन्धः अस्ति? संयोगः। हा, तर्हि संयोगः एव संसर्गः। कः संसर्गः इत्यस्य उत्तरं संयोगः, संसर्गः। ओ ओ आम्, क्षम्यतां महोदय। हा, इदानीं वदतु, तत्र सम्बन्धे या ज्ञानीया विषयता सैव संसर्गता, तर्हि इदानीम् अस्य वाक्यस्य प्रतिपादनं करोतु। तत्र इत्युक्ते कुत्र? पदार्थयोः मध्ये। किमर्थम् अत्र पुनः पदार्थयोः? तद् उक्तं खलु, पदार्थयोः मध्ये कः सम्बन्धः अस्ति? संसर्गः। संयोगः मध्ये महोदय, इदानीं भवतः उदाहरणे संयोगः एव सम्बन्धः खलु? हा हा हा, बट् ऐ थॉट संसर्ग इज अ जनरल वर्ड टु बी यूज्ड फॉर संबंध, बट ऐ डोंट वांट यू टु यूज बिकॉज़ ऐ डू नॉट नो वेदर यू अंडरस्टैंड ऑर नॉट, सो यू से तत्र इत्युक्ते संयोगः, अतः एव उदाहरणं वदतु इति मया प्रार्थितं खलु। ओ, तर्हि तत्र इत्युक्ते किम्? तत्र संयोगः, तत्र सप्तमी, समीचीनतया वदतु, संयोगे। हा, इति वक्तव्यम्। यू केनाट् नौ अफोर्ड् टु से यु नो राङ्ग् वर्ड्स्, देर् इस् अ लाट् आफ् प्रयोग दट् यु आर् यूसिङ्ग् विच् आर् हियर् अण्ड् देर्। तत्र इति सप्तमी अस्ति खलु? सप्तमी, सत्यं। सप्तमी अर्थे अधिकरणार्थे तरल् प्रत्ययः, तर्हि तत्र इत्युक्ते संयोगे, संयोगे सम्बन्धे या जानीया विषयता, या ज्ञानीया विषयता स एव संसर्गता। बुद्धं वा? हा, विषयता। तर्हि तदेव ज्ञानं संसर्गता इति विषयता सम्बन्धेन संयोगे वर्तते। ज्ञानं संसर्गता इति विषयता, अत्र त्रयः विषयतासम्बन्धाः भवन्ति, तिस्रः विषयताः सम्बन्धाः भवन्ति खलु, एकं तु प्रकारता, अन्यस्तु विशेष्यता, तृतीयस्तु संसर्गता। संसर्गता, हा, तर्हि तदेव अत्र उक्तं, ज्ञानं संसर्गता इति विषयतासम्बन्धेन संयोगे वर्तते, तदेव अत्र उक्तं, तत्र सम्बन्धे या ज्ञानीया विषयता सैव संसर्गता इति चिन्तितमेव अस्माभिः तत्र तत्र। कुत्र? चतुस्त्रिंशत्तमपुटे, वि हेव् लर्न्ड् आल् दीस् थिङ्ग्स् लाङ्ग् टैम् अगो, सो यु केनाट् दट् इस् ऐ एम् इन्सिस्टिङ्ग् दट् यु हाव् टु से इट् प्रापर्लि, बिकास् इफ् यु डु नाट् अण्डर्स्टाण्ड् दिस् कान्सेप्ट् गोयिङ्ग् फार्वर्ड् इट् विल् बिकम् एक्स्ट्रीम्लि डिफिकल्ट्, बिकास् दीस् वर्ड्स् आर् स्माल् डिफरेन्स्, तत्र सम्बद्धः सम्बन्धः अनेन मध्ये एकः एव अक्षरः न्यूनः अस्ति, किन्तु अर्थः भिन्नः समीचीनतया सम्पूर्णरीत्या। अस्तु, अग्रे पठतु महोदय। तथा च परामर्शे मुख्यप्रकारः वह्निः अभावे प्रतियोगिता सम्बन्धेन भासते, साध्याभावः आम् महोदय, मुख्यप्रकारः तथा च परामर्शे मुख्यप्रकारः वह्निः। किमर्थं वह्निः मुख्यप्रकारः परामर्शे? विशेष्यता नास्ति, विशेष्यता अभावः, विशेष्यता वह्नौ नास्ति खलु, केवलं प्रकारतः एव अस्ति वह्नौ इति कृत्वा सः मुख्यप्रकारः। अग्रे वदतु। अभावे प्रतियोगिता सम्बन्धेन भासते इत्युक्ते किम्? वह्निः इति प्रथमा विभक्तिः, अभावे इत्यस्य विभक्तिवचनं किम्? अभावः, अभावे तु सप्तमे एकवचनम्। उत्तमं। वह्निः अभावे अत्र घटः भूतले केन सम्बन्धेन अस्ति? संयोगसम्बन्धेन। एवं वह्निः अभावे केन सम्बन्धेन अस्ति? अत्रैव स्थूलाक्षरैः लिखितं खलु, प्रतियोगिता सम्बन्धेन। हा, वह्निः अभावे प्रतियोगिता सम्बन्धेन अस्ति। तर्हि वह्नौ प्रकारता अस्ति, अभावे विशेष्यता अस्ति, तयोः मध्ये यः सम्बन्धः प्रतियोगितासम्बन्धः, सः संसर्गता सः संसर्गः अस्ति इति कृत्वा प्रतियोगितासम्बन्धे संसर्गता अस्ति। बुद्धं वा? हा, बुद्धं महोदय। एवम्, अग्रे वदतु। साध्याभावः वह्न्याभावः अधिकरणे स्वरूपसम्बन्धेन। हा, तर्हि इदानीं वदतु। तत्र साध्यमस्ति वह्निः एव साध्य। तत्सर्वं त्यजतु, अत्र केवलं साध्याभावः इत्युक्ते वयम् अवगच्छामः, अत्र किमस्ति? स्वरूपसम्बन्धेन अधिकरणे अस्ति। किं कस्मिन् अस्ति? वह्निः अधिकरणं तु पर्वतः। अत्र वह्निः नास्ति खलु महोदय, साध्य अभावः इति उक्तं, किमर्थं वह्निः इति आरभ्यते? साध्याभावः वह्न्याभावः, साध्याभावः इत्युक्ते वह्न्यभावः। वाट् इस् गिवन् इन् इटालिक्स् इस् बेसिकलि द सिनन्। यथा घटः भूतले संयोगसम्बन्धेन वर्तते, तथा अत्र किं कस्मिन् केन सम्बन्धेन वर्तते अस्मिन् वाक्ये? साध्याभावः अधिकरणे स्वरूपसम्बन्धेन वर्तते। उत्तमं। तर्हि संसर्गता कुत्र अस्ति? संसर्गता स्वरूपसम्बन्धे अस्ति महोदय। उत्तमं, बहु उत्तमम् इति अवगन्तव्यं। साध्याभावः वह्न्यभावः इति प्रकारः, अत्र अधिकरणम् इति विशेष्यः, तयोः मध्ये यः सम्बन्धः अस्ति स्वरूपसम्बन्धः, तत् संसर्गः। तर्हि संसर्गता स्वरूपसम्बन्धे अस्ति। अग्रे एकमेव निमिषं स्वीकुर्मः, इतोपि अग्रिमं पठतु। वह्न्याभाव अधिकरणं वृत्तित्वे निरूपितत्वसम्बन्धेन। हा, तर्हि किं कस्मिन् केन सम्बन्धेन अस्ति, संसर्गता कुत्र अस्ति इति वक्तव्यम्। वह्न्याभाव अधिकरणं वृत्तित्वे अस्ति, निरूपिततत्त्वसम्बन्धेन। निरूपिततत्त्व इति अस्ति वा? निरूपितत्व, निरूपितत्व, निरूपिततत्त्व इति भिन्नमस्ति, निरूपितत्व इति अस्ति। निरूपितयोगः त्वप्रत्ययः, तयोः मध्ये निरूप्यनिरूपकभावः अस्ति खलु महोदय, इति कृत्वा निरूपितत्वसम्बन्धेन। तर्हि इदानीं संसर्गता कुत्र अस्ति? निरूपितत्वसम्बन्धेन संसर्गता अस्ति। किमर्थम् अत्र तृतीया वदति? सम्बन्धे, सम्बन्धे, सम्बन्धे अवधानं दत्त्वा वक्तव्यं। नौ ऐ एम् नाट् गोयिङ्ग् टु स्पेर् एनी आफ् यू। धन्यवादः महोदय। अस्तु, समयः जातः अत्र स्थगयेम, किन्तु अग्रिमे वर्गे इतः आरभ्य पुनः सम्बन्धस्य प्रकारता अवच्छेदकत्वम् इति आरभ्य अत्र सप्तपदार्थाः सन्ति खलु परामर्शे, तर्हि पदार्थद्वयोः मध्ये अत्र सम्बन्धः वर्तते, अपि च तस्मिन् सम्बन्धे संसर्गता वर्तते, तस्य संसर्गतायाः अवगाहिज्ञानमस्ति परामर्शः इति बोद्धुम् अत्र परिच्छेदः लिखितः अस्ति। अस्तु, अत्र स्थगयामि। सर्वेभ्यो नमस्कारः, धन्यवादाश्च।